तर्हि अस्माकं विषयः अद्यतनः अस्ति क्तान्तरूपाणि. एतावत् अस्माभिः ज्ञातं यत् कुत्रचित् क्तान्तरूपं भवति कर्मार्थे, कुत्रचित् च कर्त्रार्थे. साधारणतया कर्मार्थे भवति. तत्र श्लोकम् अस्माभिः ज्ञातं यत्र कर्त्रार्थे भवति परिगणितेषु स्थलेषु. तत्र धातुः अकर्मकः अस्ति चेत्, पुनः गत्यार्थकः अस्ति चेत्, पुनः अष्ट विशेषधातवः अन्तर्भूताः भवन्ति अस्मिन् श्लोके इति गतिसप्ताहे अस्माभिः दृष्टं. तस्य प्रयोगः कथं भवति, तस्य रूपाणि च कथं भवन्ति इति अस्माभिः अपि परिशीलितमस्ति. इतः अग्रे अभ्यासस्य वार्ता. इदानीं अष्टनवतितमे पुटे प्रथमतया कर्मणि. तत्र सामान्यतया यत्र तिङन्तपदं भवति, तिङन्तपदं भिद्यते वचनमनुसृत्य. अपि च तद्विहाय किं किम् अस्ति, लक्ष्मीभगिनी वदतु. तद्विहाय इत्युक्ते कर्तृपदं कर्मणि प्रयोगे कर्तृपदं तृतीयविभक्तौ भवति. न, अहं वदामि यत् तिङन्तपदमस्ति चेत् पठति, पठति इति रूपम् अस्ति चेत् कस्य आधारेण तद् रूपपरिवर्तनं भवति, लिङ्गमिति वा? न न, कर्तुः आधारेण कर्तृपदं. किमस्ति कर्तुः लिङ्गमनुसृत्य वा? लिङ्गमनुसृत्य न भवति. किमनुसृत्य? वचनम् अनुसृत्य भवति, अपि च पुरुष अनुसृत्य भवति कर्तरिप्रयोगे. हा, समीचीनमस्ति. हा, अपि च नाम इत्युक्ते कर्तरि कर्मणि वा भवतु, नाम तिङन्तपदस्य परिवर्तनं भवति वचनमनुसृत्य अपि च पुरुषमनुसृत्य. इदानीं क्तान्तप्रयोगः तथा अस्ति वा? सरलभगिनी वदतु. क्तान्त प्रत्यय भवति लिङ्गम् अनुसृत्य, अपि वचनानुसृत्य, अपि विभक्ति अनुसृत्य भवति. पुरुषमनुसृत्य? पुरुषमनुसृत्यमपि पुरुष वचनं लिङ्गं विभक्ति अनुसृत्य. जगन्नाथमहोदय किं वदति? पुरुषम् अनुसृत्य न भवति, वचनं लिङ्गम् एव कर्मणि प्रयोगे, यत्र कर्मपदं भवति तत्र भावे प्रयोगे तु नपुंसकलिङ्गरूपेणैव तर्हि वचनम् अपि च लिङ्गमिति उक्तं खलु? आम्. तद्विहाय अन्यत् किमपि अस्ति वा? पुष्पभगिनी वदतु. पुष्पभगिनी नास्ति. महिलामहोदय वदतु. कर्तरिकर्मणि इति न विषयः इदानीं, केवलं तत्र तिङन्तपदमस्ति चेत् अस्माभिः किं दृष्टं, यत् वचनमनुसृत्य पुरुषमनुसृत्य च. इदानीं क्तान्तप्रयोगः कथमस्ति? कान्तप्रयोगः वचनलिङ्ग अपि च विभक्ति अनुसृत्य, कर्तृपदं वचन लिङ्गम् अपि च विभक्ति अनुसृत्य. पुरुषः? न, पुरुषः न अनुसृत्य अहं मन्ये. पुरुषमनुसृत्य, यतोहि तत्र अहं गतः, बालकः गतः इति तत्र पुरुषभेदः अस्ति, किन्तु रूपभेदः नास्ति खलु. बालकः इति प्रथमपुरुषः, बालकः गतः, अहं गतः. बालकः गच्छति अहं गच्छामि तत्र भेदः अस्ति, किन्तु बालकः गतः अहं गतः तत्र रूपभेदः नास्ति इति कृत्वा विशेषणमस्ति चेत् वचनं लिङ्गम् अपि च विभक्तिः इति त्रीणि तत्त्वानि सन्ति. किन्तु तिङ्गतपदमस्ति चेत् केवलं वार्ताद्वयमस्ति, तत्र पुरुषः अपि च वचनं, तत्र विभक्तिः नास्ति अपि च लिङ्गं नास्ति इति पार्थक्यम्. अस्तु, समीचीनमस्ति. इदानीं कर्मार्थकप्रयोगः अस्ति चेत्, कर्तृार्थकप्रयोगः अस्ति चेत् तत्रापि नाम कमनुसृत्य अस्माकं लिङ्गभेदः अथवा विभक्तिभेदः अथवा वचनभेदः इति अपि अवगन्तव्यमस्ति अस्माभिः. इदानीं साधारणप्रयोगः अस्ति कर्मणि इति अस्माभिः ज्ञायते. तर्हि अत्र इदानीं राजेन्द्रमहोदय तत्र पततु कृतान्तप्रत्ययान्तम्. आं महोदय, अष्टनवतितमे पुटे एव महोदय. हा, अष्टम, हा, अष्टमनवतितमे पुटे कृतप्रत्ययान्तं रूपं विशेषणं भवति, अतः तद् विशेषणं विशेषणविशेष्य निमित्तवशात् नियमवशात् विशेषस्य लिङ्गं विभक्तिं वचनं वा च अनुसरति. उदाहरणद्वयम् अवलोक्यत. कर्मणि प्रयोगः लिङ्गं यथा च उदाहरणद्वयेन छात्रेण पाठः पठितः, पुल्लिङ्गं छात्रेण पत्रिका पठिता, छात्रेण पुस्तकं पठितम्. अत्र वदतु अत्र किं जातम्. अत्र तु यथा लिङ्गभेदेन तत्र प्रयोगः भवति, यथा पाठः पठितः पुल्लिङ्गरूपं, पत्रिका पठिता स्त्रीलिङ्गरूपं, पत्रिका स्त्रीलिङ्गरूपं, पुस्तकं नपुंसकलिङ्गं तत् पुस्तकं पठितं, छात्रेण पाठः पठितः छात्रेण पत्रिका पठिता छात्रेण पुस्तकं पठितम्. अत्र लिङ्गमस्ति तस्य तथैव क्रियापदम् अपि अनुसरति अत्र लिङ्गभेदे. लिङ्गमिति न क्रियापद, हा अस्तु, क्रियापदमिति वस्तुतः अत्र नूतनं किमपि वदामि. अत्र साधारणतया संस्कृतभारत्यां वदामः क्रियापदं, यत्र तिङ्गातपदमस्ति क्रियापदं क्रियापदं क्रियापदमिति वदामः. वस्तुतः कृतान्त अथवा कृदन्तरूपं यत्किमपि कृदन्तरूपम् अपि क्रियापदमस्ति. अतः अहं वदामि स्म यत् अयं दोषः यदुक्तं क्रियापदं, किन्तु वस्तुतः क्रियापदम् अस्ति. क्रियापदम् अस्ति, तिङ्गातपदम् अपि कृदन्तपदम् अपि द्वयमपि क्रियापदं. किन्तु यतोहि अत्र पट् धातुः कृतप्रत्ययः, पट् धातु तत्र क्रियां निर्दिशति, अत्र क्रिया निर्दिष्टा भवति अनेन पदेन, अतः क्रियापदम् अस्ति. किन्तु यद्यपि तिङ्गन्तपदं नास्ति. अस्तु, तर्हि अत्र पाठः पठितः, अत्र पठितः इति क्रियापदम् अथवा कृतान्तरूपम् अथवा कृदन्तरूपम् अनेन रूपेण किम् उक्तमस्ति, उक्तं किम् इत्युक्ते कर्तृपदम् उक्तं वा अथवा कर्मपदम् उक्तम्? कर्तृपदं. अस्तु, अत्र विद्याभगिनी वदतु. छात्रेण पाठः पठितः इति अस्ति, अत्र पठितः इत्यनेन कर्मपदं पाठः इति उक्तः, अतः अत्र कर्मपदस्य प्रथमा विभक्तिः अभिहिते प्रथमा इति स्थितिः अस्ति. धन्यवादः. तर्हि छात्रेण पाठः पठितः अत्र यत् उक्तमस्ति तस्य प्रथमा विभक्तिः भवति इति नियमः राजेन्द्रमहोदय तत्र अत्र बालकः गृहं गच्छति. राजेन्द्रमहोदय तत्र वदतु, बालकः गृहं गच्छति इत्यस्मिन् वाक्ये तत्र गच्छति इति क्रियापदेन किं पदम् उक्तमस्ति? कर्तृबालकः कर्तृपदं हा. गच्छति इत्यस्मिन् यः ति भागः तिङ् प्रत्ययः ति गच्छति इत्यस्य ति इति भागः तत्र सूचयति क्रियापदं. तस्य अभिधानं भवति क्रियापदम् अभिहितमस्ति उक्तमस्ति इति कृत्वा प्रथमाविभक्तौ अस्ति इति नियमः सर्वत्र अस्ति. अस्तु, सम्यक् अस्ति. तर्हि आम् तत्र प्रथम शीर्षके प्रथमवाक्ये कान्तप्रत्ययं रूपं विशेषणं भवति इति, तद् कदा इति मया न बुद्धं. विशेषणं तु अन्येभ्यः सर्वेभ्यः व्यावर्तयति तद्विशेषणम् इति लक्षणमस्ति विशेषणस्य. छात्रेण पाठः पठितः इति वा? न तत्र यद् महोदयेन पठितं तत्र प्रथमवाक्यमस्ति किल, तान् तप्रत्ययान्तरूपं विशेषणं भवति इति. विशेषणं तत् कथं विशेषणं भवति इति, विशेषणस्य लक्षणं तु अन्येभ्यः सर्वेभ्यः व्यावर्तयति यत् तद् विशेषणम् इति. भवतः टिप्पणी अस्ति अथवा प्रश्नः? प्रश्नः. अतः इदानीं तत्र पाठः पठितः इत्यत्र पठितः इति कथं वा विशेषणम् इति मया न बुद्धम्. तत्र तत्र पठितत्वं पाठे अस्ति इति, पाठः पठितत्ववान् अस्ति इति जानीमः खलु. यथा उन्नतः बालकः तादृशमस्ति, अपि च विशेष्यमनुसृत्य तस्य रूपं भवति इति कृत्वा, नाम पठितस्य आशयः कः? पाठः एव. पठितः इत्युक्ते पाठः, तत्र वस्तुतः विशेषणमस्ति पठितत्वं. पठितत्ववान् पाठः, अपि च विशेष्यवाचकपदमस्ति पठितः, विशेष्यवाचकः. विशेष्यवाचकपदमस्ति पठितः, तत्र विशेषणमस्ति विशेष्ये. वृक्षः उन्नतः इति वाक्ये औन्नत्यं वृक्षे इति कृत्वा औन्नत्यम् इति विशेषणमस्ति. उन्नतः इति विशेष्यवाचकपदमस्ति. अपि च लिङ्गमोचनं विभक्तिम् अनुसृत्य भवति इति सामान्यज्ञानमस्ति. अस्तु, तर्हि अस्तु, समीचीनमस्ति. छात्रेण पाठः पठितः इति, तत्र लिङ्गम् अनुसृत्य भेदः अस्ति. अनन्तरं वचनम् अस्ति इति, बालसुब्रह्मण्यं तत्र पठति वा? वचनं यथा कविना काव्यं लिखितं, कविना काव्ये लिखिते, कविना काव्यानि लिखितानि. प्रथमवाक्यं कविना काव्यं लिखितम्, अत्र काव्यं लिखितम् इति प्रान्तपदं काव्यम् इति वार्त्या अनुसरति. काव्यम् इति नपुंसकलिङ्गं, तस्मात् लिखितम् इति नपुंसकलिङ्गरूपम्. इदानीं वचनदृष्ट्या वदतु. एकवचनं अत्र काव्यम् इति एकवचनं, तस्मात् लिखितम् इति तान्तरूपं तम् अनुसरति. काव्यं लिखितं द्वयोः अपि नपुंसकलिङ्ग नाम एकवचनं. तदनन्तरं द्विवचनं काव्ये लिखिते, काव्ये इति द्विवचन वार्ता, तस्मात् लिखिते काव्ये लिखिते इति लिखितान्तपदमपि द्विवचनरूपं. अन्तिमः काव्यानि लिखितानि, अत्र काव्यानि बहुवचनं, तस्मात् लिखितानि इति शान्तरूपं बहुवचनरूपं, काव्यानि लिखितानि इति. हा, समीचीनम् अस्ति. अपि च लिखितक्रियापदम् अथवा विशेषणं सकर्मकः, भवता यदुक्तं तत्तु सत्यं, बहु समीचीनमस्ति. इदानीं सकर्मकः लिखदातु, सकर्मकः, सकर्मकः इति कृत्वा कर्मणि एव प्रयुज्यते अस्माभिः. तत् नाम य गत्यार्थकधातुः अथवा अकर्मकधातुः अथवा अष्टधातवः ये सन्ति तेषाम् एव कर्तरि प्रयोगः भवति तान्त्ररूपम् अनुसृत्य. विशेषरूपमपि उपयुज्य शक्यते किल महोदय? लिखितं काव्यम् अत्र लिखितमिति विशेषणरूपे अस्ति, एवमेव लिखिते काव्ये लिखितानि काव्यानि, लिखितानि इति विशेषणरूपं, काव्यानि विशेष. हा, सत्यं सत्यं. वस्तुतः सन्दर्भम् अनुसृत्य विशेषणत्वेन दृश्यते अथवा क्रियपदत्वेन दृश्यते. अत्र लिखितम् इति वाक्यस्य मूलविषयः कविना काव्यं लिखितम् इति अत्र वाक्यस्य प्रमुखक्रियपदमिति भाति. वस्तुतः अस्ति अस्ति, कविना वाक्यं लिखितमस्ति अथवा कविना काव्यं लिखितं भवति इति सर्वत्र तिङन्तपदम् अस्ति एव. किन्तु यदि तावदेव वदामः तर्हि वाक्यस्य क्रियपदरूपेण भाति लिखितम् इति. पुनः तदेव उपवाक्यं भवति चेत् इतोपि विशेषणस्य शैली अस्ति, विशेषणस्य लक्षणमिति वक्तुं शक्नुमः. तत्र कविना लिखितं काव्यं बहु समीचीनम् अस्ति, अथवा कविना लिखितं काव्यं मह्यं ददातु इति अस्ति चेत् इदानीं विशेषणत्वेन दृश्यते इति. वस्तुतः सर्वम् एकमेव, किन्तु तत्र शैली विद्यते इति कृत्वा. अस्तु, समीचीनमस्ति. इदानीं लिङ्गं वचनम् अन्ततः गत्वा विभक्तिः अस्ति. अत्रैव कश्चन भ्रमः बहुत्र भवति जनानाम्, अतः एकवारं सम्यक्तया पश्येम. शुकवनम तत्र पठति वा? हा महोदय. विभक्तिः यथा तेन लिखिता कविता एषा इति प्रथमा विभक्तिः. अत्र लिखिता इति तान्तपदं, कविता इति कर्मपदम्, एषा कविता तेन लिखिता इति, एषा इति कविता इति कवितायाः, एषा इति सर्वनामपदं, सर्वनामपदं विशेषणमपि, विशेषणमपि सत्यं. कविता इति कर्मपदस्य विशेषणमस्ति, किन्तु अत्र कर्मपदमेव उक्तम् इति कृत्वा लिखिता इति तान्तपदेन कविता इति कर्मपदमेव उक्तम् इति कृत्वा तस्य प्रथमा विभक्तिः भवति. अस्तु, अग्रे. तेन लिखितां कवितां प्रकाशयितुं प्रेषय इति द्वितीया विभक्ति प्रयोगस्य उदाहरणम्. अत्र लिखिताम् इति तान्तपदं तत् द्वितीयायाम् अस्ति, उक्तकर्मपदं भवति कविताम् इति. लिखिताम् इति तान्तपदेन उक्तकर्मपदं भवति कवितां प्रकाशयितुं प्रेषय. एकनिमिषं महोदय. तत्र प्रेषय इति क्रियापदमस्ति, प्रेषय इति क्रियापदमस्ति, प्रकाशयितुं प्रेषय, किमर्थं प्रेषय इत्युक्ते प्रकाशयितुं प्रेषय, प्रेषय इत्यस्य इति कर्मपदस्य इति क्रियापदस्य कर्मपदं भवति कवितां प्रेषय इति. इदानीं कवितां इति कर्मपदस्य विशेषणं भवति लिखिताम् इति क्तान्तपदम्. अतः विशेषणत्वेन तदपि द्वितीयाविभक्तौ भवति. अत्र प्रश्नः उदेति यत् तत्र लिखिता कविता, अत्र लिखिता इति क्रियापदमस्ति इति अस्माभिः ज्ञातं. क्रियापदमस्ति, अनया क्षम्यताम्, अनेन क्रियापदेन तत्र कविता इति उक्तमस्ति कर्मपदम्, अतः प्रथमा विभक्तौ. तेन लिखिता कविता एषा, अत्र भवता उक्तमेव यत् कर्मपदम् उक्तमस्ति इति कृत्वा प्रथमा विभक्तिः. तर्हि अत्रापि लिखिता कविता द्वितीयवाक्ये अस्ति, तर्हि किमर्थं प्रथमा विभक्तौ नास्ति? किमर्थमित्युक्ते अत्र तु क्रियापदमस्ति प्रेषय इति पदम् उक्तं, कविता इति पदम् उक्तमस्ति इदानीमपि लिखिता शब्देन, लिखितापदेन तत्र कविता उक्तमस्ति, तर्हि प्रथमा विभक्तौ स्यात्. किन्तु अस्मिन् वाक्ये क्रियापदं तु प्रेषय, तदेव मुख्यक्रिया किल. अत्र लिखिता इति क्रियापदं नास्ति वा? अत्र अहं चिन्तयामि तद् अस्मिन् वाक्ये सम्पूर्णवाक्ये तेन लिखितां कवितां प्रकाशयितुं प्रेषय इत्यत्र मुख्यक्रियापदं तु प्रेषय इति कृत्वा लिखिताम् इति क्रियापदं नास्ति, केवलं विशेषणमेव इति मम चिन्तनं. क्रियापदम् अस्ति, लिखिधातुः अस्ति, तत्र क्रिया उच्यते अनेन, किन्तु भेदः एवमस्ति यत् अत्र उपवाक्यमस्ति, तेन लिखिता कविता इति उपवाक्यमस्ति, उपवाक्ये प्रथमा विभक्तिः अस्ति एव, अस्ति एव. अत्र प्रथमा विभक्तिः इत्यस्य कथनस्य आशयः यत् मूले प्रथमा विभक्तिः अस्ति, अनन्तरम् अस्मिन् वाक्ये समानविभक्तिकत्वमस्ति, यतोहि कर्मपदम् उक्तमस्ति. उभयत्र तेन इति तृतीया विभक्तौ अस्ति अनुभिहिते. तेन इति तृतीया विभक्तौ अस्ति अनुभिहिते, यत्र प्रशया इति तिङन्तपदमस्ति तत्रापि, यद्यपि तत्र सम्बन्धः नास्ति. अत्र लिखिता इति प्रथमविभक्तौ अस्ति मूले, अत्र द्वितीयविभक्तौ आगतः अस्ति यतोहि इदं वाक्यम् उपवाक्यमस्ति, उपवाक्यमस्ति इति कृत्वा पुनः तत्र अत्र इङ्गितं किं यत् समानविभक्तिकत्वम् अस्ति. लिखिता कविता इति उक्तमस्ति इति कृत्वा प्रथमा, अपि च समानविभक्तिकत्वम् अस्ति खलु, समानादिकरण्यमस्ति. लिखिता इत्युक्ते कविता, लिखितत्वं कवितायाम् अस्ति, अत्र कविता इति आधारः अस्ति. अस्तु भवतु, नाम लिखितां कवितां सर्वे अवगच्छन्ति चेत् नाम व्यवहारे साफल्यं भवति चेत् पर्याप्तमस्ति. अत्र लिखिता इति द्वितीयवाक्ये अपि कविता इति पदम् उक्तमस्ति, किन्तु उपवाक्ये सति प्रश्नयति अनेन तत्र कर्मपदमस्ति इति कृत्वा द्वयोः मध्ये तदानीमपि समानविभक्तिकत्वम् अस्ति, किन्तु द्वितीयाविभक्तिः उपवाक्यवशात् अस्ति. तर्हि अत्र तेन कविता एवं वक्तुं शक्नुमः, तेन लिखिता कविता तां प्रकाशयितुं प्रेषया इति पृथक्तया वक्तुं शक्नुमः. तेन लिखिता कविता इति तां प्रेषयितुं प्रेषया, अस्मिन् वाक्ये तत्र कर्तृपदं किम्? तेन लिखिता कविता तां प्रकाशयितुं प्रेषय इत्यत्र प्रेषय इत्यपि क्रियापदमस्ति, लिखिता इति अपि क्रियापदमस्ति, किन्तु उपवाक्यत्वेन प्रायः तत्रापि. किन्तु अत्र अस्य सम्पूर्णरीत्या यद् वाक्यमस्ति इदानीं, तेन लिखितां कवितां प्रकाशयितुं प्रेषय, अस्य कर्तृपदं किम्? अस्य कर्तृपदं तु तेन एव. सुब्रह्मण्यं महोदय तत्र सायं करोति वा? त्वं प्रेषय महोदय, त्वं. हा, त्वम् अनुक्तमस्ति, किन्तु त्वमिति एव कर्तृपदमस्ति खलु महोदय? शिवन् महोदय, प्रेषय. आमामां, मध्यमपुरुषः प्रेषय इति मध्यमपुरुषः इति. त्वम् अनुक्ते सति अपि तत्र त्वमिति अस्ति. सत्यं. तत्र गृहं गच्छति इति वाक्यं वदामः चेत् तत्र बालकः अनुक्ते सति अपि कर्तृपदमस्ति, बालकः गृहं गच्छति. अस्तु, समीचीनमस्ति. सुब्रह्मण्यं तत्र अग्रे वदति वा? महोदय, तेन लिखितया कवितया अहं सन्तुष्टः. अत्र कविताशब्दस्य तृतीया विभक्त्यन्तरूपमस्ति. अहं सन्तुष्टः, अत्र कया इत्युक्ते तेन लिखितया कवितया, अतः अत्र तृतीया विभक्तौ. कविता इत्यस्य पदस्य तृतीया विभक्त्यन्तरूपमस्ति, अतः लिखिता इत्यस्य अपि तृतीया विभक्त्यन्तरूपं विशेषणत्वेन. अग्रे अत्र तेन सर्वे अवगच्छन्ति खलु, अत्र अन्तर्गते अभिहिता अस्ति एव, तेन लिखिता कविता इति अस्मिन् वाक्ये अपि अस्ति. तेन लिखिता कविता तया अहं सदृशः इति तत्र विभजनं कर्तुं शक्नुमः. अस्तु, वदतु कृपया, क्षम्यताम्. अग्रिमं महोदय. हा, वदतु. तेन लिखितायै कवितायै केऽपि पारितोषिकं दद्युः. अत्र पारितोषिकं दद्युः चतु अत्र दाधातुः अत्र, अतः अत्र तेन लिखितायै कवितायै, अत्र दानक्रियायाः ग्रहणं कस्यै अथवा कस्मै भवति तस्य चतुर्थी विभक्त्यन्तरूपं भवति, अतः कः अपि पारितोषिकं दद्युः कस्यै इत्युक्ते तेन लिखितायै कवितायै. अस्तु, समीचीनमस्ति. अग्रे, तेन लिखितायाः कवितायाः जनाः प्रेरिताः भवन्ति. अत्र जनाः प्रेरिताः भवन्ति इति मूलवाक्यमस्ति. अत्र कस्याः प्रेरिताः भवन्ति इत्युक्ते कवितायाः प्रेरिताः भवन्ति, अपि च पुनः अत्र तेन लिखितायाः कवितायाः, तत्तु अत्र तेन लिखिता कविता इति उपवाक्यं तस्याः जनाः प्रेरिताः भवन्ति इति. अस्तु, अस्ति. अस्तु, अग्रे मेहुल महोदय वदति वा अग्रे? तेन लिखितायाः कवितायाः शीर्षकम् उत्तमम् अस्ति. अत्र अपि वाक्यद्वयमस्ति, प्रथम मूलवाक्यं शीर्षकम् उत्तमम् अस्ति. कस्य शीर्षकम् उत्तमम् अस्ति? तत्तु तेन लिखिता कविता कयाः तस्याः शीर्षकम् उत्तमम् अस्ति, अतः विशेषणविशेष्यभावेन षष्टिविभक्तिरूपं शीर्षकम् उत्तमम् अस्ति. कस्याः इत्युक्ते तेन लिखितायाः कवितायाः शीर्षकम् उत्तममस्ति. बहु समीचीनमस्ति. अस्तु अग्रे अग्रे तेन लिखितायां कवितायां प्रेरणाशक्तिः अस्ति. अत्रापि मूलवाक्यं प्रेरणाशक्तिः अस्ति. कस्मिन् प्रेरणाशक्तिः अस्ति, कुत्र अस्ति? तत्तु तेन लिखिता कविता तयां प्रेरणाशक्तिः अस्ति. अतः समग्रवाक्यं तेन लिखितायां कवितायां प्रेरणाशक्तिः अस्ति. प्रेरणाशक्तिः अस्ति इति विशेष्य अस्ति. विशेषणं तेन लिखिता कविता इत्यस्य सप्तमीविभक्ति तेन लिखितायां कवितायां प्रेरणाशक्तिः अस्ति. विशेष्यं किमुक्तं भवता? विशेष्यं किं? विशेष्य प्रेरणाशक्तिः अस्ति. विशेषणं तेन लिखिता कविता. न न, अत्र विशेषणविशेषभावः तादृशं नास्ति. यत्र यत्र यत्र कुत्रापि विशेषणविशेषभावः अस्ति तत्र तत्र सर्वत्रापि समानविभक्तिकत्वं समानाधिकरण्यमस्ति. अत्र लिखितायां कवितायाम् इति तत्र विशेषणविशेषभावः, प्रेरणाशक्तिः इति तत्र विशेषणविशेषभावः नास्ति. लिखितायां कवितायाम् आं त्वान्तरूप पदस्य पदः अनुसृत्य कवितायाम् इति पदस्य अनुसृत्य लिखितायाम् इति अस्ति. हा, तत्र विशेषणविशेषभावः. आम् आम् आम्. अस्तु, इदानीम् अभ्यासरूपेण तत्र सर्वत्र सर्वे इदानीमेव एकं वाक्यं लिखन्तु यत्र विशेषणविशेषभावः वर्तते, कृतान्तरूपम् अपि च विशेष्यं किमपि, अपि च उपवाक्यं भवति. उपवाक्यं तत्र प्रथमाविभक्तौ एकमस्ति, अनन्तरं तदेव उपवाक्यं कृत्वा अपरस्यां विभक्त्यां इति कुर्वन्तु सर्वे इदानीमेव. अस्मिन् क्षणे वदतु, लिखन्तु, पृच्छामि इदानीं. यः कोऽपि सिद्धः लक्ष्मीभगिनी वदतु. तया कृतं कार्यं मह्यं रोचते. हा, अस्तु, समीचीनमस्ति. तया कृतं कार्यम् इति उपवाक्यमस्ति. इदानीं मह्यं रोचते, तर्हि तत्र का विभक्तिः भवति, अपि च किमर्थम्? अत्र कृतं कार्यं प्रथमविभक्तौ अस्ति, अपि च किमर्थं प्रथमविभक्तौ? तया इति पदं तृतीयाविभक्तौ अस्ति, इत्युक्ते अनभिहिते कर्तृकर्णयोः तृतीया इत्यनेन अत्र कर्तुः तृतीयाविभक्तिकत्वं त्रीणि एकम् एकं कृत्वा अत्र कृतं कार्यं इति अस्ति. इति अस्ति सत्यं. यदि तावदेव वदामः, यदि तावदेव वदामः नाम तत्र तेन कृतं कार्यं, किन्तु इदानीम् इतोपि अस्ति खलु, तेन कृतं कार्यं मह्यं रोचते. तर्हि अस्मिन् वाक्ये प्रथमाविभक्तौ अस्ति किमर्थं? कार्यं प्रथमाविभक्तौ अस्ति खलु? आं महोदय, अत्र रोचते इति, यदि रोचते इति तत्र धातुः अस्ति चेत् सर्वदा चतुर्थी विभक्तेः उपयोगमेव कुर्मः, अतः मह्यम् इति वदामः. अपि च मह्यं रोचते तस्मिन् वाक्ये तत्र कर्मपदं न भवति, केवलं प्रथमाविभक्तौ एव. सत्यं, नाम यद् रोचते तस्य प्रथमाविभक्तिः अस्ति इति नियमः. हा, अस्तु अस्तु, समीचीनमस्ति, बहु समीचीनम्. अग्रे अग्रे अन्य कोऽपि वदति वा? सरला, सरला भगिनी. महोदयेन पाठयितः एषः. पुनः वदतु. महोदयेन पाठयितः एषः. न, पाठयितः नाम न बुद्धं. महोदयेन पाठः पाठितः इति वा? पाठित न न पठितः पाठितः याति नास्ति स्वार्थे तत्र तत् सामान्य अर्थः अस्ति तत्र पठितः इदानीम् अणिच् युज्यते सति तत्र पाठितः अस्ति पुनः वदतु महोदयेन पाठितः एषः महोदयेन पाठः पाठितः एषः अत्र पाठः अस्ति उक्त कर्मपदं पाठित भवति तस्य कृतान्तप्रत्ययः इदानीम् अहं सप्तमी विभक्ति प्रयुज्य वदामि महोदयेन पाठे पाठिते क्लेशः आगच्छति हा हा हा अस्तु सम्यक् अस्ति तदेव अस्ति हा अस्तु सम्यक् अस्ति अन्य कोऽपि पद्मा भगिनी वदति वा भगिनी अस्ति पद्मा भगिनी हरि ओम् अस्तु जगन्नाथमहोदय वदतु वाल्मीकिना रचितं रामायणं सर्वे उत्साहन्ते अस्तु तत्र वदतु तत्र किं किम् अस्ति सर्वे उत्साहन्ते इति मूलवाक्यं कथम् उत्साहन्ते इति वाल्मीकिना रचितं रामायणं पठित्वा इति अर्थः भवति तत्र रामायणमिति शिका विभक्तिः प्रथमविभक्ति एवं वा रामायणं रामायणेन न वाक्यं सम्यक् अस्ति किन्तु का विभक्तिः इति विद्याभगिनी किञ्चित् सहायं करोतु वदतु महोदय पुनः वदतु वाक्यं वाल्मीकिना वाल्मीकिना रचितं रामायणं पठित्वा सर्वे उत्साहन्ते वदतु महोदय वदतु सम्यक्तया न श्रुतं महोदय पुनः वदतु अस्तु वाल्मीकिना रचितं रामायणं पठित्वा सर्वे उत्साहन्ते पठित्वा सर्वे उत्साहन्ते तदेव तत्र प्रश्नः अस्ति अस्मिन् वाक्ये रामायणमिति का विभक्तिः रामायणम् अत्र रामायणं प्रथमविभक्तौ अस्ति खलु प्रथमविभक्तौ रामायणमिति कर्तृपदं वाल्मीकिना रामायणं सर्वे उत्साहन्ते रचितम् अत्र कर्मपदं वा रामायणं ग्रन्थं रामायणं रचितः अत्र पठित्वा अस्ति खलु पठित्वा इत्यस्य कर्मपदम् अस्ति रामायणं पठित्वा इत्यस्य कर्मपदम् अस्ति रामायणम् अत्र रचिति धातुः अत्र अकर्मकः वा सकर्मक अत्र कर्मपदं नास्ति अत्र रचितं रामायणम् इति अत्र रचितम् अथवा विरचितम् इति सकर्मकृतान्तप्रयोगः अस्ति तदर्थं वाल्मीकिना इति तृतीयविभक्तौ अस्ति कर्तृपदस्य तृतीयविभक्ति कर्तुमस्ति इदानीम् उपवाक्यमस्ति वाल्मीकिना रामायणं विरचितं इति उपवाक्यमस्ति, तत्र प्रथमविभक्तौ अस्ति, अस्तु समीचीनं, किन्तु एकवारं यदा सम्पूर्णरीत्या वाक्यं भवति, दीर्घवाक्यं महोदयेन यदुक्तमस्ति, वाल्मीकिना विरचितं रामायणं पठित्वा सर्वे उत्साहन्ते इति वाक्यं, तत्र पठित्वा इत्यस्य कर्मपदम् इदानीं जातम् अस्ति रामायणम् इति कृत्वा द्वितीया विभक्तौ अस्ति खलु? हा, वाल्मीकि रचितं, वाल्मीकिना रचितः रामायणः, रामायण रचितं रामायणं तं पठित्वा सर्वे उत्साहन्ते इति कृत्वा द्वितीया विभक्तिः अस्ति. अस्तु, भवती एव एकम् उदाहरणं ददातु कृपया. अनन्तरं महोदय अन्य कोऽपि. महोदय, पद्मा अस्मि अहम्. अस्तु, वदतु भगिनि. अगस्त्येन निर्मितं शिवालयं श्रीलङ्के अस्ति. पुनः वदतु. अगस्त्येन निर्मितं शिवालयम्. अगस्त्येन इति न वक्ष्यामि, तत् किम्? अगस्त्य एक मुनि. ओ, कस्यचित् नाम? कस्यचित् नाम अगस्त्येन. अगस्त्येन निर्मितं शिवालयं श्रीलङ्के अस्ति. अस्तु, हा, अस्तु, समीचीनमस्ति. अस्तु, पुनः वदतु, एकवारं वदतु भगिनी पुनः. अगस्त्येन निर्मितं शिवालयं श्रीलङ्के अस्ति. हा, अस्तु, हा, समीचीनमस्ति. इदानीम् अग्रे सुब्रह्मण्यं तत्र वदति वा उदाहरणम्? आं महोदय, अत्र प्रथममस्ति, अत्र मया उक्तं वाक्यं समीचीनम् अस्ति, अत्र मूलवाक्यमस्ति. इदानीम् अत्र अन्यद्वाक्यमस्ति, मया उक्तेन समीचीनेन वाक्येन सः प्रेरितः. हा, अस्तु, द्वितीयं पुनः वदतु. मया उक्तेन समीचीनेन वाक्येन सः प्रेरितः. सर्वे प्रेरिताः? न, सः प्रेरितः, एकः एव प्रेरितः. सः, अस्तु, हा, समीचीनम्. हा, अस्तु, समीचीनमस्ति. सप्तमी इत्यस्य उदाहरणं, न, तृतीयस्य उदाहरणमस्ति, समीचीनमस्ति. अन्य कोऽपि? गीताञ्जलि भगिनी वदति वा? न वदति चेत् नास्ति चिन्ता, एव वक्तुमिच्छति चेत् वदतु, नो चेत् अग्रे गच्छेम. क्षम्यतां महोदय. अस्तु, नास्ति चिन्ता, शृणोतु, शृणोमि. हा, हा, अस्तु, अस्तु, आनन्देन अग्रे गच्छेम. हा, अवश्यम्, अवश्यम्. अग्रे कर्तरी कृतः, कर्तरी इदानीं एकं वाक्यं लिखितं, मया कृतायाः पूजायाः प्रसादं स्वीकुर्वन्तु इति. हा, समीचीनमस्ति, पुनः वदतु. मया कृतायाः पूजायाः प्रसादं स्वीकुर्वन्तु. हा, वाक्यं समीचीनमस्ति. इति एतादृश अभ्यासः सर्वे स्वस्य जीवने, स्वस्य लेखने च प्रयोगं कुर्वन्ति चेत् महान् लाभः अस्ति. अस्तु, सर्वे उक्तवन्तः, अन्य कोऽपि वक्तुमिच्छति वा? राजेन्द्रमहोदय वदति वा? आं महोदय, अत्र नास्ति वा? अस्तु, बालसुब्रह्मण्यं तत्र वदति वा? मया दृष्टं चलनचित्रं भवान् मा पश्यतु. अस्तु, अस्तु, समीचीनमस्ति, अग्रे गच्छेम. तर्हि इदानीं मेहुलमहोदय अग्रे, कर्तरिक्तः. कर्तरिक्तः लिङ्गं यथा बालकः रुदितः, अत्र पुल्लिङ्गं शब्दस्य प्रयोगमस्ति, बालकः रुदितः. बालकः इति पुल्लिङ्गं शब्दः अस्ति, अतः रुदितः कर्तरिप्रयोगे तान्तरूपम् अस्ति, तमपि बालकस्य पुल्लिङ्ग लिङ्गस्य अनुसृत्य रुदितः इति आगच्छति, बालकः रुदितः। अस्तु, इदानीं पाठः पठितः, बालकः रुदितः, अत्र पार्थक्यं किम्? प्रश्नः किं भवान् महोदय? पाठः पठितः, तत्र पूर्वम् अस्माभिः यत् पठितमादि पूर्वम् अत्र पाठः पठितः, इदानीं बालकः धृतः, अत्र भेदः कः? कोऽपि भेदः अस्ति वा? लक्ष्मीभगिनी वदतु। अत्र पाठः पठितः तस्मिन् वाक्ये पाठः इति पदं कर्मपदं, येन केनापि पाठः पठितः, तत्र कर्तृपदं न उक्तमस्ति, परन्तु अस्मिन् वाक्ये बालकः रुदितः इत्युक्ते अत्र बालकः कर्ता अस्ति अस्मिन् वाक्ये, अत्र रुदितः तस्य विशेषणं हा इति अस्ति। अत्र तादृशभेदः किमर्थम् अस्ति भगिनि? अत्र क्तान्तरूपं कर्तरि प्रयोगे उक्तमस्ति इत्युक्ते अत्र रुद्धधातुः अकर्मकधातुः इति कृत्वा कर्तरिप्रयोगे अपि उपयोगं कुर्मः। अत्र रुद्धधातुः पठधातुः, पठधातुः सकर्मकः, रुद्धधातुः अकर्मकः इति कृत्वा आकृतिभेदः अस्ति। अत्र पठितः इति पाठधातोः पाठ इति कर्मपदस्य विशेषणं, किन्तु रुदधातोः रुदितः इति कर्तृपदस्य विशेषणं, बालकः रुदितः। अत्र तेन तादृशं किमपि नास्ति, तत्र मात्रा बालकः रुदितः इति तादृश नास्ति, तादृशं दोषाय स्यात्। अस्तु, मेहुलमहोदय अग्रे बालिका। महोदय, एकः प्रश्नः अत्र अहं न जानामि, सकर्मकधातुः अपि च अकर्मकधातुः कथं जानामि? अर्थं दृष्ट्वा, प्रयोगं दृष्ट्वा। ग्रन्थाः तत्र ग्रन्थाः सन्ति यत्र लभ्यते, न ज्ञायते चेत्। किन्तु यद्यपि सकर्मकधातुः स्यात् अथवा अकर्मकधातुः स्यात्, कुत्रचित् भिन्न प्रयोगवशात् तादृशं भवति, यथा एकम् उदाहरणम् अहं दत्तवान् पूर्वम्, इदानीं वह धातुः तत्र बालकः भारं वहति इति कृत्वा सकर्मकधातुः अस्ति, किन्तु नदी वहति अत्र अकर्मकत्वेन प्रयुज्यते, नदी वहति। तर्हि बहुत्र यद्यपि सकर्मकधातुः स्यात् तत्र अकर्मकप्रयोगः भवति, अपि च विपरीतत्वेन कुत्रचित् अस्ति इति कृत्वा कोष्टिके अथवा पुस्तके पश्यामः चेदपि तत्र अन्ततो गत्वा सन्दर्भं पश्यामः चेदपि स्पष्टमस्ति। अत्र रुदधातुः तत्र सकर्मकत्वं न भवति एव, तत्र अर्थं दृष्ट्वा अर्थं ज्ञात्वा वयम् अवगन्तुं शक्नुमः। बालकः रोदति, बालकः पुस्तकं रोदति अथवा कर्मपदं किमपि भवति वा? न भवति इति कृत्वा कर्मकधातुः अर्थस्य अवगमनेन ज्ञायते। बालकः स्वयमपि रोदितः, केन रोदितः इति प्रश्नस्य उत्तरः नास्ति, अतः अकर्मकधातुः। तत्र हेतुतृतीया इति भवितुमर्हति, किन्तु तत्र कर्तृपदत्वेन तृतीयविभक्तिः कर्मणि प्रयोगः तादृशं नास्ति। अस्तु अस्तु, अनन्तरं भाविप्रयोगः भवितुमर्हति, भाविप्रयोगे वदतु। भाविप्रयोगः अस्ति चेत् भाविप्रयोगः अस्ति चेत् बालकेन रोदितः रुदितः, अत्र बालकः रुदितः अत्र भावे भाविप्रयोगेषु कुर्वन् वदति भवतु. बालकेन रुदितः इति भवति किल. तथा नास्ति. लक्ष्मी भगिनी वदतु. बालकेन रुदितं सर्वदा नपुंसकलिङ्गे. एकवचने नित्यम् एकवचने नपुंसकलिङ्गे यत्र कर्मपदं नास्ति इति डिफाल्ट् शुकुमनं तत्र खलु. अस्तु तर्हि बालकेन रुदितं बालकेन उपविष्टम् इति भाविप्रयोगः अस्ति. अस्तु बालकः रुदितः बालिका रुदिता अपि च क्षम्यताम् इत्युक्ते तत्र बालकैः रुदितम् इत्यपि भवति किल. बहवः बालकाः सन्ति चेत् बहवः बालकाः सन्ति चेदपि तत्र एकवचन नपुंसकलिङ्गे एव रूपं भवति भाविप्रयोगः. अवश्यम् अवश्यम् अस्तु अस्तु तर्हि मेहुल महोदय अग्रे अग्रे. बालिका रुदिता स्त्रीलिङ्गरूपम् अस्ति. अत्रापि वयं दृष्टवन्तः रुदितः इति अकर्मकधातुः बालिका इति कर्ता कर्तृपदमस्ति अतः रुदिता इति बालिकायाः लिङ्गम् अनुसृत्य बालिका रुदिता इति भवति. अनन्तरं मित्रं रुदितमपि सम्पुसङ्गलिङ्गं प्रयोगः अस्ति. तत्रापि रुदितम् इति मित्रम् इति पदस्य लिङ्गम् अनुसृत्य मित्रं रुदितम् इति आगच्छति. अस्तु सम्यक् अस्ति सम्यक् अस्ति. अस्तु जगन्नाथमहोदय अग्रे. अत्र शिशुः रुदितः इति अत्र वचनम् अनुसृत्य भवति इति दृश्यन्ते. यथा शिशुः रुदितः शिशू रुदितौ शिशवः रुदिताः इति तेषां लिङ्गं वचनञ्च अनुसृत्य कर्तरीता प्रयोगः भवति. अस्तु सम्यक् अस्ति. अस्तु सुब्रह्मण्यम तत्र अग्रे विभक्तिः. महोदय विभक्तिः यथा उदाहरणं रुदितः शिशुः मातरम् उपसरति. अत्र प्रथमा विभक्तिः अस्ति. शिशुः रुदितः सः मातरम् उपसरति इति. अत्र रुदितः शिशुः अत्र शिशुः इति अत्र प्रथमा विभक्तौ. कीदृशः शिशुः इत्युक्ते रुदितः शिशुः. अतः अत्र रुदितः इति कर्तृपदस्य विभक्ति अत्र प्रथमाविभक्ति अस्ति. अतः तदपि रुदितः अपि प्रथमाविभक्तौ. रुदितं शिशुम् अहम् उन्नयामि इति. अत्र मूलवाक्यमस्ति अहम् उन्नयामि. कम् उन्नयामि इत्युक्ते शिशुं. कीदृशम् इत्युक्ते रुदितं शिशुम्. अतः अत्र शिशुम् इति कर्मपदमस्ति. अतः रुदितमपि शिशुमिति कर्मपदम्. अतः द्वितीयाविभक्तौ रुदितम् अपि द्वितीयाविभक्तौ भवति. अग्रे अत्र रुदितेन शिशुना सह अहम् उद्यानं गच्छामि. अत्र पुनः मूलवाक्यमस्ति अहम् उद्यानं गच्छामि. केन सह इत्युक्ते शिशुना सह. कीदृशः शिशुः इत्युक्ते रुदितः शिशुः. अतः शिशुना इति तृतीयाविभक्तौ भूत्वा रुदित इति शब्दस्य अपि तृतीयाविभक्ति अन्तरूपम्. अतः रुदितेन शिशुना सह अहम् उद्यानं गच्छामि. बहु सम्यक् अस्ति. अग्रे रुदिताय शिशवे अहं गुडं ददामि. पुनः मूलवाक्यमस्ति अहं गुडं ददामि इति. कस्मै गुडं ददामि इत्युक्ते अत्र शिशवे गुडं ददामि. कीदृशः शिशुः इत्युक्ते रुदितः शिशुः. शिशुः इत्यस्य अत्र चतुर्थी विभक्त्यन्तरूपं किमर्थम् इत्युक्ते धातुः दा अस्ति, सः दानक्रियायाः फलितं तस्मै अस्ति भूत्वा, अतः रुदितः शिशवः रुदितः शिशुः तस्मै इति भूत्वा रुदिताय शिशवे अहं गुणं ददामि चतुर्थी विभक्त्यन्तरूपम्. अत्र रुदितात् शिशोः अहं कर्तरीं स्वीकरोमि. अत्र वाक्यद्वयमस्ति, अहं कर्तरीं स्वीकरोमि कस्मात् इति प्रश्नं पृच्छामश्चेत् अत्र रुदितात् शिशोः अहं कर्तरीं स्वीकरोमि इति अत्र वाक्यद्वयम् अत्र अस्ति. अतः रुदितात् शिशोः अहं कर्तरीं स्वीकरोमि. एवमपि वक्तुं शक्नुमः यत् पृथक्तया वक्तुमिच्छामः चेत् तत्र रुदितः शिशः रुदितः शिशुः इति तु अस्ति, अपि च तस्मात् अहं कर्तरीं स्वीकरोमि. तर्हि रुदितः शिशुः सर्वत्र अन्तर्निहिते, तत्र तत्र उक्तः अस्ति इति कृत्वा रुदितक्रियापदेन शिशुः उक्तः इति प्रथमविभक्तौ अस्ति इति पृथक्तया वदामः चेत् रुदितः शिशुः तस्मात् अहं कर्तरीं स्वीकरोमि, अथवा मिलित्वा वक्तुं शक्नुमः यथा भवती उक्तवती रुदितात् शिशोः. अस्तु अग्रे. रुदितस्य शिशोः नाम रमेशः. कस्य नाम रमेशः इत्युक्ते अत्र रुदितस्य शिशोः नाम रमेशः इति अत्र रुदितस्य शिशोः विशेषणविशेष्यभावः अस्ति तत्र षष्टिविभक्तेः उपयोगं कृत्वा. अत्र रुदिते शिशौ मम अनुकम्पा अस्ति, मम अनुकम्पा अस्ति परन्तु कुत्र इत्युक्ते रुदिते शिशौ मम अनुकम्पा, अनुकम्पा इत्युक्ते दया. सप्तमी रूप. अस्तु, सम्यक् अस्ति. अस्तु, सर्वे एकम् उदाहरणं वदन्तु यत्र धातुः अकर्मकः अस्ति, प्रथमविभक्तौ न स्यात्, द्वितीयतः सप्तमीपर्यन्तं यत्किमपि. कः सिद्धः? अस्तु भगिनि वदतु. अस्तु, अत्र हसितं कृष्णं दृष्ट्वा अर्जुनः आनन्दं प्राप्तवान्. सम्यक्तया न श्रूयते, पुनः हसितं. हसितं कृष्णं दृष्ट्वा अर्जुनः आनन्दं प्राप्तवान्. अस्तु, समीचीनमस्ति. अहं वदामि महोदय. सम्यक् पठिताय बालकाय उपायनं ददातु. पुनः सम्यक्. सम्यक् पठिताय बालकाय उपायनं ददातु. सम्यक् पठिताय बालकाय, बालकः पठितः वा? बालकः स्वरूपः क्षम्यताम्. अस्तु, पठितः बालकः इत्युक्ते किं? पठितः बालकः, अत्र पठितः बालकः इत्यस्य प्रथमविभक्तौ पठितः बालकः अस्ति, परन्तु चतुर्थी विभक्तेः उपयोगं कृत्वा वदामश्चेत् पठिताय बालकाय. न, किन्तु प्रथमतया वक्तव्यमस्ति यत् तादृशप्रयोगः भवति वा, पठितः बालकः इत्युक्ते किम्? क्षम्यतां, बालकः क्षम्यताम्. अत्र पठधातुः सकर्मकधातुः इति कृत्वा अत्र कर्तरिप्रयोगः न भवति इति हा इति अस्माकं तत्र तदर्थम् अभ्यासः प्रवर्तमानः अस्ति. क्षम्यताम्. तदर्थम् अभ्यासः अस्ति. इदानीं पठितशब्दः बालकशब्दस्य विशेषणं न कदापि भवति इति अस्ति. सम्यक् सम्यक्. अयं दोषः बहु समीचीनः अस्ति. समीकरोतु. अन्य कोऽपि वदतु. अहं वदामि महोदय. आम्. पतितं फलम् आनयतु. पुनः पतितं फलम् आनयतु. हा पतितं फलम् आनयतु. हा सम्यक् अस्ति. द्वितीयविभक्तौ अत्र पत् धातुः अकर्मकः अस्ति, अतः कर्तरिप्रयोगे अस्ति. हा सम्यक्. अन्य कोऽपि किमपि उदाहरणं कः वदति? राजेन्द्रमहोदय वदति वा? अहं वदामि महोदय. युद्धं रामं दृष्ट्वा किं रामम्? क्रुद्धं रामं रणे दृष्ट्वा देवाः भीताः. अस्तु. हा सम्यक् सम्यक् अस्ति. अत्र द्वितीयाविभक्तिः अस्ति. अन्यत् किमपि उदाहरणमस्ति? कोऽपि कः वदति महोदय? बालसुब्रह्मण्यं वदतु. वदतु. सुप्तं बल सुप्तं परशुरामं कर्णः न जागरितवान्. हा बहु सम्यक् अस्ति. अस्तु. हा वा अन्य कोऽपि महोदय? अहं वदामि. अस्तु. जाताय बालकाय नाम ददातु. अस्तु. अस्तु सम्यक् महोदय. महोदय अत्र प्रथमवाक्यमस्ति बालकः उद्याने धावितः. बालकः उद्याने धावितः इदानीम् उपवाक्यं भूत्वा अत्र उद्याने धाविताय बालकाय धनं ददामि. हा हा हा समीचीनमस्ति. उत्तमम्. अन्यत् किमपि उदाहरणम्? महोदय प्रथमम् अनन्तरं किया भगिनी वदतु. पठितं पुस्तकं नाम रामायणः. किन्तु अत्र नाम अपि च पुस्तकम् अनयोः कीदृशसम्बन्धः अस्ति? पुनः वाक्यं समीकृत्य वदतु. पठितं पुस्तकस्य नाम रामायणः. हा इदानीं मार्गे अस्ति. मार्गे अस्ति. किञ्चित् इतोपि वक्तव्यमस्ति. किञ्चित् परिवर्तनम् इतोपि अपेक्षितं. सम्यक् सम्यक्. पठितः पुस्तकस्य नाम रामायणः. इदानीं विशेषणविशेषभावः अस्ति खलु? आम् कयोः शब्दयोः? पुस्तके अपि च पुस्तकः अपि च पठितः. हा तर्हि द्वयोः समानविभक्तिकत्वं स्यात्. हा हा वदतु. पठितस्य पुस्तकस्य नाम रामायणः. हा इति अस्ति. सम्यक्. विद्याभगिनी अग्रे. पुनः पुनः न श्रुतम्. अधिशयितां मातरं बालकः पश्यति. हा हा हा अस्तु. अस्तु सम्यक् अस्ति. अस्तु तर्हि अग्रे गच्छेम. यानात् आसन्दं स्वीकुरु इति मया लिखितं. स्थितात् यानात् आसन्दं स्वीकुरु. स्थितात् यानात् आसन्दं स्वीकुरु. वाक्यं सम्यक् अस्ति. सम्यक् अस्ति महोदय. एकं वदामि वा? अस्तु वदतु. हसितं पितरं दृष्ट्वा बालकः नृत्यति. सत्यं. सम्यक्. अग्रे गत्वा अग्रे गच्छेम. तर्हि शुकमनम अग्रे पठतु कृपया. अस्तु. एवं कुर्मः यत् भवान् अर्जुनः भवानेव अर्जुनः लक्ष्मीभगिनी तत्र माता. अस्तु भवान् किं लिखितमस्ति इति पठतु अधस्तन. अधस्तनसम्भाषणं पठत तत्र स्थूलाक्षरैः दर्शितानि तप्रत्ययान्तरूपाणि विशेषणानि सन्ति तानि जानीत अर्जुन अत्र आगच्छतु अद्य किं किं पठितम् अद्य काचित् विनोदजनिका कथा पठिता पठितायाः कथायाः शीर्षकं किम् पठितायाः कथायाः शीर्षकं जातस्य हि ध्रुवो स्युः इति सा तु गीताश्लोकस्य अंशः तत्र कुतः विनोदः भवती अपि तां कथां पठतु तत्र भाण्डानि जायन्ते जातानि भाण्डानि म्रियन्ते आनयतु अत्र तां कथां पठ सत्यमेव विनोदजनिका अस्ति एषा कथा पठितया कथया गीताश्लोकस्य कः सम्बन्धः कः गीताश्लोकः सः जातस्य हि ध्रुवो मृत्युः ध्रुवं जन्म मृतस्य च तस्माद् अपरिहार्यर्थे न त्वं शोचितुम् अर्हसि कुरुक्षेत्रे अहं युद्धं न करोमि भीष्मद्रोणादयः मम पूजार्हाः तान् अहं न हन्मि इति कृपाविष्टं रथे उपविष्टं च अर्जुनं भगवान् श्रीकृष्णः आत्मतत्त्वम् अबोधयत् यत् यस्य जन्म सम्पन्नं तस्य मृत्युः निश्चितः इति ततः सः एव क्षत्रियकुलोत्पन्नं तं तद्धर्मं स्मारयति अस्तु अम्ब परन्तु तेन अस्माकं जीवनेन कः सम्बन्धः युक्तः प्रश्नः वत्स इदं सदा स्मरणीयं यत् अस्माकं जीवनं न शाश्वतं तस्य अन्तः निश्चितः एतत् सत्यं मनसि निधाय एव सदा जीवनं करणीयम् अम्ब एतदेव तत्त्वम् इदं गीतमपि वदति खलु जीवनं न शाश्वतं वैभवं न हि स्थितं स्थिरं स्वार्थलेपनं विना यत् स्वार्थलेपनं विना यत् कृतं हि तत् चिरम् सरलता स्वजीवने चिन्तने सदोच्छता समाजपोषिता वयं समाजपोषिकाश्चिरं ध्येयपथिकसाधकः साधु साधु वत्स सम्यक् चिन्तितं भवता वयं समाजेन पोषिताः समाजस्य पोषणम् अस्माकं कर्तव्यम् अस्तु सम्यक् अस्ति प्रायः स्पष्टं जातमिति मन्ये पुनः किञ्चित् पश्येम अत्र प्रत्येकं वाक्ये यत्र प्रत्येकस्मिन् वाक्ये यत्र कृतान्तप्रयोगः अस्ति तत्र कीदृशमस्ति इति किञ्चित् सूचयामः तर्हि सरला भगिनी अत्र अद्य काचित् विनोदकजनिका कथा पठिता अत्र अकर्मकप्रयोगः सकर्मकप्रयोगः वा सकर्मकप्रयोगः अस्ति कथा पठिताः कथा अस्ति अत्र अनुक्तं उक्तं कर्मपदं तस्य भवति पठिताः कृतन्तरूपम् अद्य काचित् विनोदजनिका कथा पठिता हा अस्तु समीचीनमस्ति अत्र उपवाक्यमस्ति कथा पठिता इति यथा भवती उक्तवती कथा इति कर्मपदमस्ति उक्तमस्ति इति कृत्वा प्रथमविभक्तिः अस्ति इदानीं सम्पूर्णवाक्ये कथा इति कर्मपदं वा सम्पूर्णवाक्ये अद्य कथा इति सम्पूर्णवाक्ये भवति कर्मपदं तेन न अत्र अस्य वाक्यस्य कर्तृपदं किं? कर्तु अनुक्तम् अर्जुनेन भवति. अर्जुनेन अद्य कवि काचित् विनोदजनिका कथा पठिता, सो अनुक्तम् अर्जुनेन इति भवति. सो हा हा मया अथवा अर्जुनेन, अर्जुनेन वदति मया कथा पठिता. हा अस्तु, सम्यक् अस्ति. अस्तु अग्रे पद्मा भगिनी अग्रिमं माता. पद्मा भगिनी अस्ति. अस्तु जगन्नाथमहोदय अग्रे माता. माता पठितायाः कथायाः शीर्षकं किम् इति. अत्र पठितायाः कथायाः इति षष्ठीविभक्त्याम् अस्ति. तस्य शीर्षकस्य विषये कीदृशं शीर्षकम् इति प्रश्नस्य इति प्रश्नः भवति. तत्र अस्तु, सम्यक् अस्ति. अत्र इदानीं यथा पूर्वमासीत् पठिता कथा, अत्र पठिता कथा इति उपवाक्ये तत्र कथा इति कर्मपदमस्ति, किन्तु उक्तमस्ति इति कृत्वा प्रथमाविभक्तिः पठिता कथा. पठिता कथा तस्याः शीर्षकं किम् इति. अत्र इदानीं बृहत् वाक्यमस्ति. बृहति वाक्ये इदानीं सम्बन्धषष्ठी अस्ति, सम्बन्धषष्ठीविभक्तिः अस्ति. कथायाः शीर्षकं किम् इदानीं विशेषणविशेषभावः अस्ति इति कृत्वा पठितायाः इति अपि षष्ठीविभक्तौ, पठितायाः कथायाः इति. यथा मेहुलमहोदयस्य तत्र उदाहरणमासीत्, नाम किं वाक्यमासीत् महोदय? पठितस्य पुस्तकस्य नाम रामायणं. हा हा, पठितस्य पुस्तकस्य नाम. एवमेव अत्र पठितायाः कथायाः शीर्षकम् इति तादृशमस्ति. अस्तु अग्रे महोदय. अग्रे अत्र कर्मणि कृतान्तरूपम् अस्ति पठितायाः कथायाः शीर्षकं, न तु कर्तरि कृतान्तरूपं. कर्मणि किं कर्तरि इति मया उक्तं किं? न न, अहं केवलम् अवगमनार्थं. हा हा अवश्यं, कर्मणि प्रयोगे अस्ति. कर्मणि इत्युक्ते कर्मपदम् उक्तमस्ति, कर्मणि प्रयोगे कर्मपदमुक्तमेव इति कृत्वा प्रथमाविभक्तिः अस्ति. पठिता कथा तस्याः इति अस्ति. अस्तु, सम्यक् अस्ति. अग्रे इदानीं बालसुब्रह्मण्यमहोदय तत्र अग्रे. इदानीं अर्जुनः, भवती अपि तां कथां पठतु. तत्र भाण्डानि जायन्ते, जातानि भाण्डानि म्रियन्ते. अत्र जातानि भाण्डानि म्रियन्ते, अत्र कीदृशं वाक्यमस्ति? भवती अपि तां कथां पठतु, तत्र भाण्डानि जायन्ते, जातानि भाण्डानि म्रियन्ते. वाक्यमेकम् अस्ति. कीदृशं वाक्यम्? आकृतिः का कीदृशी अस्ति? जातानि भाण्डानि म्रियन्ते इति कर्तरि वाक्यं. जातानि भाण्डानि म्रियन्ते. आम्, अत्र सकर्मकधातुः अथवा अकर्मकधातुः? अकर्मकधातुः अस्ति इति कृत्वा. हा, जातानि भाण्डानि, अतः कर्तरिप्रयोगः अस्ति. कर्मणि, हा. अत्र भावे इति भवितुमर्हति स्म. किन्तु अत्र कर्तरि अस्ति, भाविप्रयोगे भवितुमर्हति स्म. अस्तु, अग्रे गच्छेम. तर्हि सुब्रह्मण्यम अग्रे. अर्जुनः कथं भाव्यप्रयोगं कथमस्ति महोदय? जातानि भाण्डानि. जातैः भाण्डैः म्रियतानि. मृतं जातैः भाण्डैः मृतम्. अग्रिमवाक्यं महोदय. अत्र अत्र जातानि भाण्डानि भाण्डानि जातानि अत्र भाण्डानि जातानि इति वाक्यमस्ति चेत् तत्र तस्य भावे प्रयोगः कः? भाण्डैः जातं. हा, भाण्डैः जातं. भाण्डैः जातम् इति महोदय अत्र म्रियन्ते म्रियन्ते अपि अकर्मकः अस्ति कृत्वा पुनः तत्र भाविप्रयोगः. अत्र उपवाक्यमपि भावे बृहद् बृहद्वाक्यमपि भावे अपि भवितुमर्हति. किं कः प्रश्नः महोदय? भाण्डस्य लिङ्गं नपुंसकलिङ्गं न वा? नपुंसकलिङ्गमेव नपुंसकलिङ्गमेव भाण्डानि. सम्यक्. भवती एव वदतु अग्रे. अर्जुनः अर्जुनः पठितया कथया गीताश्लोकस्य कः सम्बन्धः? पठितया कथया अत्र कर्तृप्रयोगमस्ति. कथा स्त्रीलिङ्गमस्ति. कथया तृतीया विभक्त्या अस्ति, विभक्तौ अस्ति. सत्यमस्ति. इदानीं ततः अग्रे पठितकथा इति वाक्यम् उपवाक्यं पठिता कथा इति वाक्यं तत्र कर्मणि कर्तरि वा? कर्त्री प्रयोगे अस्ति. पठ धातुः तत्र तस्य कर्मपदं भवति न वा? तत्र सकर्मकः अथवा अकर्मकधातुः? सकर्मकक्तान्तप्रयोगस्य कर्तरि प्रयोगः भवति वा? एतावता अस्माभिः किं पठितं? सुब्रह्मण्यं सहायं करोतु कृपया. अत्र पठ् धातुः सकर्मकः, अतः तान्तप्रयोगः सर्वदा कर्मणि भवति. अतः कथा पठिता, अत्र मया कथा पठिता अथवा अर्जुनेन कथा पठिता, तादृशमूलवाक्यं भवति. मूलवाक्यं मया पठिता कथा, अत्र कर्मपदस्य विशेषणमस्ति पठिता. मया कथा पठिता. अनन्तरं तृतीया विभक्तौ किमर्थम्? अत्र द्वयोर्मध्ये सम्बन्धः अस्ति. अत्र तया श्लोकस्य कः सम्बन्धः इति तादृशः प्रयोगः. अत्र कर्मकतृतीया नास्ति. अत्र उपपदतृतीया अस्ति. उपपदतृतीया विभक्तिः इति उच्यते. पठितया कथया सह कः सम्बन्धः? अत्र सः अति न उक्तमस्ति, किन्तु तादृश अर्थः अस्ति. पठितया कथया सह कः सम्बन्धः इति कृत्वा उपपदतृतीया विभक्तिः इति उच्यते, कारकविभक्तिः न. अस्तु, इदानीम् अग्रे भवान् एव वदतु महोदय. कृपया कुरुक्षेत्रे अहं युद्धं न करोमि. कुरुक्षेत्रे अहं युद्धं न करोमि. भीष्मद्रोणादयः मम पूजार्हाः, तान् अहं न हन्मि इति कृपाविष्टं रथे उपविष्टञ्च अर्जुनं भगवान् श्रीकृष्णः आत्मतत्त्वम् अबोधयत्। अत्र अर्जुनं भगवान् श्रीकृष्णः आत्मतत्त्वम् अबोधयत् इति मूलवाक्यमस्ति। कीदृशम् अर्जुनम् इत्युक्ते अत्र कृपाविष्टम् अपि च उपविष्टं, रथे उपविष्टम् अर्जुनम्। अत्र अर्जुनः कृपाविष्टः अपि च उपविष्टः मूलव अत्र यदि वयं अत्र प्रथमाविभक्ति रूपम् अत्र किं वदामः, अत्र उपवाक्यस्य मूलवाक्यमिति तादृशमस्ति। अत्र अर्जुनः कृपाविष्टः उपविष्टः, तम् अर्जुनं भगवान् कृष्णः आत्मतत्त्वम् अबोधयत् इति तादृशः अत्र अत्र अनन्तरमत्र यस्य जन्म सम्पन्नं तस्य मृत्युः निश्चितः इति, निश्चितः मृत्युः निश्चितः। अत्र चि इति धातुः तस्य क्रान्तरूपमस्ति इच्छितः, निः इति उपसर्गः, निश्चितः मृत्युः निश्चितः। अत्र मृत्युः निश्चितः, तस्य मृत्युः निश्चितः, अत्र कीदृशं भवति इति चिन्तयामि। यस्य जन्मसम्पन्नः तस्य मृत्युः निश्चितः इति, मृत्युः निश्चितः, अत्र किञ्चित् मृत्युः निश्चितः निश्चीयते, अत्र प्रायः सकर्मकधातुः स्यात् अस्माभिः निश्चीयते, परन्तु अत्र मृत्युः इति प्रथमविभक्तौ अस्ति इति भूत्वा प्रायः निश्चितः, मृत्युः निश्चितः, अत्र वक्तुं शक्नुमः वा महोदय, सकर्मकः वा अकर्मकः वा तादृशं नास्ति किल अत्र सर्वत्र सर्वत्र अकर्मकः अथवा असकर्मकः इति सर्वत्र सर्वत्र उच्यते। अस्माभिः कस्मिन् दिने पाठः भविष्यति, अस्माभिः यदा निश्चीयते तदा वदामः। अत्र मया अत्र मृत्युः निश्चितः केनचिदपि प्रायः तादृशः अत्र अपि च ततः सः एव भगवता निश्चितः ततः सः एव क्षत्रियकुलोत्पन्नं तं तद्धर्मं स्मारयति। अत्र उत्पन्नं इति पद् धातोः अत्र पन्न इति क्रान्तरूपमस्ति, अत्र नकारः भवति तकारस्य अपि दकारस्य अपि पद्धातोः, अतः पन्न इति क्रान्तरूपम्। अत्र कम् इत्युक्ते अत्र तं स्मारयति इति, कृष्णः तं स्मारयति, तं कम् इत्युक्ते अत्र क्षत्रियकुलोत्पन्नं, अत्र अर्जुनः क्षत्रियकुलोत्पन्नः, तं श्रीकृष्णः स्मारयति, तद्धर्मं स्मारयति, तत् तादृशप्रयोगः अस्ति अत्र। अपि च सम्यक् अस्ति, अपि च अत्र पद् धातुः सकर्मकः, किन्तु अत्र अकर्मकप्रयोगः अस्ति, क्षत्रियकुलोत्पन्नं क्षत्रियकुलोत्पन्नः अर्जुनः इति तत्र कर्तरिप्रयोगे अस्ति, अकर्मकधातुः अस्ति, यद्यपि मूले सकर्मकधातुः अस्ति पद्, किन्तु व्युत्पन्नः निष्पन्नः इति अत्र अकर्मकप्रयोगः अस्ति। अस्तु, समीचीनमस्ति। तर्हि विद्याभगिनी अस्ति वा? अस्मि महोदय। अस्तु, अग्रे हा हां श्रूयते, युक्तः प्रश्नः इति युक्तः प्रश्नः, युज् इति धातुः युज् इति धातुः अकर्मकः इत्युक्ते अत्र कर्मणि अस्ति वा कर्तरि अस्ति वा युज् इति अकर्मकः नास्ति तर्हि अत्र युक्तः प्रश्नः वत्स इत्युक्ते त्वया युक्तः प्रश्नः कृतः इति तादृशमस्ति वा हा प्रायः तादृशः इति भाति अत्र कर्मणि कर्मण्यापि अस्तु अनन्तरं समाजो समाजपोषिता वयं समाजपोषिताः समाजपोषिताः वयं पुष्धातुः अकर्मकः नास्ति सकर्मकः एव अत्र समाजेन समाजैः पोषिताः इति समस्तपदमस्ति वा अपि च अत्र निजन्तप्रयोगः अस्ति समाजपोषितः निजन्तप्रयोगः अस्ति पुष्टः पोषितः पोषयति इति अस्य पोषितः पुष्योगः पोषि इति धातुः पोषियोगान्तरूपम् अत्र इडागमः अपि अस्ति पोषिताः तर्हि कीदृशप्रयोगः समाजपोषिताः अत्र निजमस्ति अतः अत्र कर्त्रापि अस्ति समाजपोषिताः वयम् इति समाजपोषिताः इति वयम् इत्यस्य सकर्मकः सकर्मकः निजन्तम् इति कृत्वा सकर्मकधातुः अतः अत्र अर्जुनः वदति समाजपोषिताः वयं पुष्धातु स्वयं सकर्मकः निच् संयुज्यते चेत् अवश्यं सकर्मकः तर्हि अतः कर्त्री न अपि तु कर्मणि खलु कर्मणि अत्र कर्तृपदं किम् कर्तृपदम् अत्र पितृभिः समाजपोषिताः वयम् अथवा समाजे समाज वस्तुतः अत्र समस्तप्रयोगः अस्ति समाजेन समाजेन पोषिताः वयं वस्तुतः समाजेन इति एव अस्ति समाजैः पोषिताः इति समाजैः समाजेन पोषिताः वयं समाजेन अत्र समाजेन कर्तृकरणयोः तृतीय इति कर्तृपदमस्ति समाजः तदेव अहं प्रथमं चिन्तितवती महोदय समाजेन पोषिताः इति समाजेन पोषिताः समाजः अस्मान् पोषितवान् समाजेन पोषिताः वयम् इति अस्ति अस्तु समीचीनमस्ति तर्हि अभ्यासः सम्यक् अस्ति इदानीम् अयं कृतान्तप्रयोगः अतीव साधारणः अतः अस्य अभ्यासः अत्यावश्यकः आसीत् तर्हि गृहपाठरूपेण सर्वे एवं रचयन्तु यत् एकं कर्त्री एकं कर्मणि सप्तविभक्त्याः क्षम्यतां सप्तविभक्त्याः इति कृत्वा सर्वे विरच्य लिखन्तु अनन्तरम् इतः अग्रे सरेम तत्र अग्रिमसप्ताहे अभ्यासः आवश्यकः कर्तरी अस्ति वा कर्मणि अस्ति वा धातुः सकर्मकः वा अकर्मकः वा इति दृष्ट्वा एतत् सर्वं निर्धार्यते अस्तु तर्हि समयः जातः अग्रिमे सप्ताहे सतिसप्तमी इति आरभ्यते धन्यवादः सर्वेषां नमस्कारः धन्यवादः धन्यवादः महोदय नमस्कारः नमस्कारः महोदय धन्यवादः